नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अद्य नूतनविषयः अस्ति केषु गणेषु गुणः सम्भवति धात्वङ्गे इति विषयः अस्ति. किञ्चित् चिन्तनं कुर्मः, तदनन्तरं करपत्रात् पठामः. अत्र कति धातुगणाः सन्ति? अत्र शोभा भगिनी वदतु. आं भगिनि, तत्र दशगणाः सन्ति. दशगणाः सन्ति, सत्यं. किञ्चित् चिन्तनम् इतोपि चिन्तनं कुर्मः. दशगणाः सन्ति तर्हि अत्र अत्र गणचिन्तनं कुत्र कुत्र कुर्मः? तत्र गणचिन्तनं प्रत्ययेषु विषयेषु कुर्मः. कुत्र गुणः भवति, कुत्र गुणः न भवति इति, अपि च सार्वधातुक अर्धधातुकप्रत्ययाः इति विषयमपि आगच्छति. यदि धातोः परं सार्वधातुक वा अर्धधातुक वा प्रत्ययाः सन्ति चेत् गुणः भवति. तत् तत्सर्वं समीचीनं भगिनि. अत्र मम प्रश्नः अस्ति गणचिन्तनं, गुणचिन्तनं नास्ति, गणचिन्तनं. दशगणाः सन्ति इति उक्तवती खलु, तादृशगणचिन्तनं कुत्र, केषु लकारेषु तादृशचिन्तनं कुर्मः गणचिन्तनं? गणचिन्तनं तत्र लट् लकारे वयं कृतवन्तः चिन्तनं, सत्यं. किन्तु लट् लकारः बहु समीचीनं भगिनि. लट् लकारे गणचिन्तनं भवति यथा अस्माभिः कृतम्. अपि च सर्वेषु लकारेषु अपि भवितुम् अर्हति वा भगिनि? तदेव प्रश्नः अस्ति. लट् लकारे चिन्तनं भवति, एवमेव लोट् लकारे अपि तादृशचिन्तनं भवति, लङ् लकारे तादृशचिन्तनं भवति, अन्येन प्रत्यये विधिलिङ् लकारे अपि तादृशचिन्तनं भवति. केवलं चतुर्षु लकारेषु एव एतादृशचिन्तनं, गणचिन्तनम्. अपरेषु लकारेषु गणचिन्तनं नास्ति. किमर्थं नास्ति इति अग्रे परिशीलयामः. परन्तु अत्र तावत् स्मरन्तु, अत्र एतादृशगणचिन्तनम् इत्युक्ते भवादिगणे दिवादिगणः इति एतादृशचिन्तनं केवलं लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ् लकारे, एते लकाराः सार्वधातुकलकाराः इति वदामः. सार्वधातुकलकारेषु एव एतादृशचिन्तनं, गणचिन्तनम् अस्तु. सार्वधातुकलकारः कः इति अनन्तरं पश्यामः. परन्तु एतावत् तावत् स्मरन्तु, अत्र गणचिन्तनं केवलं लट् लोट् लङ् विधिलि एतेषु लकारेषु एव भवति. अस्तु, तर्हि दशगणाः सन्ति. धन्यवादः भगिनी. अत्र अनन्तरं मीना भगिनी वदतु. दशलकाराः सन्ति इति जानीमः, तर्हि प्रथमलकारः कः? दशगणाः सन्ति इति जानीमः, प्रथमः गणः कः? भुवादिगणः. हा, भुवादिगणे विकरणप्रत्ययः कः? हा, शप् इति विकरणप्रत्ययः. तत्र अनुबन्धलोपानन्तरं किम् अवशिष्यते? पकारं लोपः हलन्त्यम् इति कारणेन, शकारं षित् इति कारणेन, तस्मात् दशकत्वे सूत्रेण तदनन्तरम् अकारमेव अवशिष्यते. सत्यं सत्यं सत्यं. तर्हि प्रथमः गणः अस्ति भुवादिगणः, तत्र शप् इति विकरणप्रत्ययः, अकारः अवशिष्यते. समीचीनं भगिनि. अस्तु, लता भगिनी वदतु, द्वितीयः गणः कः? द्वितीयगणः अगादिगणः. तत्र विकरणप्रत्यय शप् लोपः भवति इति मन्ये. तत्र नास्ति सत्यम् इत्युक्ते द्वितीयः गणः अस्ति अगादिगणः. यद्यपि तत्र शप् इति विकरणप्रत्ययः अस्ति, तथापि तस्य लोपः भवति. शप् इति सम्पूर्णप्रत्ययस्य लोपः भवति, अतः विकरणप्रत्ययः नास्ति. विकरणप्रत्ययः नास्ति इत्युक्ते धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः भवति अदादिगणे. अस्तु, समीचीनं, धन्यवादः भगिनि. अनन्तरम् अत्र तृतीयः गणः, रमाबाई भगिनि वदतु, तृतीयः गणः कः? रमाबाई भगिनि अस्ति वा? अस्तु, उमा भगिनी वदतु. तृतीयगणः जुहोत्यादिगणः, अत्र अपि शप् विकरणप्रत्ययम् अस्ति, किन्तु तत् लोपः भवति, तस्मात् किञ्चित् नास्ति, विकरणप्रत्यये किञ्चित् नास्ति. सत्यं सत्यं, तृतीयः गणः अस्ति जुहोत्यादिगणः, अत्रापि शप् इति विकरणप्रत्ययः अस्ति, परन्तु शपः श्लू इत्यनेन लोपः भवति. अदादिगणे शपः लुक् इत्यनेन लोपः भवति, जुहोत्यादिगणे श्लू इत्यनेन लोपः भवति. लोपस्य नामकरणम् अस्ति तावदेव. अपि च जुहोत्यादिगणे अन्यत् किमपि वैशिष्ट्यम् अस्ति वा? क्षम्यताम्, उमा भगिनी वदतु. जुहोत्यादिगणे अन्यत् किमपि वैशिष्ट्यम् अस्ति वा? अस्ति अस्ति, द्वित्वं भवति, प्रथमः वर्णः द्वित्वं भवति. हा, इत्युक्ते धातोः द्वित्वं भवति, धातोः प्रथमवर्णे प्रथमवर्णे इति नास्ति, प्रथमवर्णे इति नास्ति, तत्र नियमः सन्ति, धातोः द्वित्वं भवति, जुहोत्यादिगणे धातोः द्वित्वं भवति इति तावत्. अस्तु, समीचीनं, धन्यवादः भगिनि. अग्रे विनय् महोदय वदतु, अत्र चतुर्थः गणः कः? भगिनि, चतुर्थः गण देवादिगण अस्ति, शन् विकरण, परन्तु अनुबन्धरहित य अवशिष्यते, श नषत्व अधारेण लोपः, न हलन्त्य अधारेण लोपः, य अवशिष्यते. हा, तत्र लषक्व इति सम्पूर्णसूत्रं वदतु. लषक्व सम्पूर्ण अहं न स्मरामि भगिनि, चिन्ता नास्ति. लषक्व तद्धिते, लषक्व तद्धिते, लषक्व तद्धिते इत्यनेन शकारस्य लोपः. अस्तु, समीचीनं, तत्र चतुर्थः गणः अस्ति दिवादिगणः, तत्र श्यन् इति विकरणप्रत्ययः, शकारनकारयोः लोपः, अतः य इति अवशिष्यते. अस्तु, अनन्तरं तत्र पञ्चमः गणः, अत्र मालिनी भगिनी वदतु, पञ्चमः गणः कः? आं भगिनि, स्वादिगणे अस्ति पञ्चमगणम्, अत्र विकरणप्रत्ययः अस्ति श्नु, शकारस्य लषक्वतद्धिते इत्यनेन सूत्रेण लोपः भवति, नो नो भवति अवशिष्टं, नो नो भवति. हा, तत्तु तत्तु समीचीनं, सत्यं. तर्हि तत्र शकारस्य लोपः भूत्वा नु इति अवशिष्यते, स्वादिगणे पञ्चमः गणः, श्नु इति मूलप्रत्ययः, तत्र नु इति अवशिष्यते. समीचीनं भगिनि, सम्यक् अस्ति. तदनन्तरं शङ्कर् महोदय वदतु, अत्र षष्ठगणः कः? षष्ठमगणः तुदादिगणः, विकरणप्रत्ययः ष अपित्वं भवति, आ अवशिष्यते. सत्यं, केन सूत्रेण लोपः भवति? दशक्वत् तद्धिते. सत्यं सत्यं, समीचीनं, तुदादिगणे इति षष्ठः गणः तुदादिगणः, तत्र श इति विकरणप्रत्ययः अस्ति, शकारस्य लोपः भवति लषक्व तद्धिते इत्यनेन, अतः केवलम् अकारः अवशिष्यते. यथा भुवादिगणे अकारः अवशिष्यते, अत्रापि अकारः एव अवशिष्यते. अस्तु, समीचीनम्. अत्र गीताञ्जलि भगिनी वदतु, सप्तमः गणः कः? सप्तमगणः रुधादिगणः, अत्र विकरणप्रत्यय श्नम् अस्ति. शकार लो शकार इति संज्ञा भवति, षित् इति भवति लशक्वसद्धिते कारणेन, मकार अपि मित् भवति हलन्त्यं कारणेन न अवशिष्यते. किन्तु न अत्र मध्ये आगच्छति, किञ्चित् भिन्नरूपं. सत्यं सत्यं, तदेव वैशिष्ट्यमस्ति. समीचीनम्. इत्युक्ते रुदादिगणे श्नम् इति विकरणप्रत्ययः अस्ति, मूलप्रत्ययः. शकारमकारयोः लोपः भवति, अतः न इति अवशिष्यते. सः न धातोः मध्ये आगच्छति. अत्र अन्यत्र वयं पश्यामः धातोः अनन्तरं विकरणप्रत्ययः आगच्छति, परन्तु अत्र रुदादिगणे धातोः मध्ये एव आगच्छति विकरणप्रत्ययः इति तत्र वैशिष्ट्यम् अस्तु. अष्टमः गणः अत्र लक्ष्मी भगिनी वक्तुमिच्छति वा? आम् महोदय, वदतु. अष्टमः गणः विकर्णप्रत्ययः उ इति अहं तावदेव जानामि. तावदेव पर्याप्तं, समीचीनं, बहु समीचीनम्. अष्टमः गणः तनादिगणः, तत्र उ इति विकर्णप्रत्ययः. अत्र उ इति प्रत्ययस्य वैशिष्ट्यं किम्? क्षम्यतां, न जानामि महोदय. अस्तु अस्तु, चिन्ता नास्ति, भवती नूतना अस्ति अतः चिन्ता नास्ति. अत्र गीता भगिनी वदतु. इत्युक्ते आर्धधातुकम् अस्ति. कथं जानीमः आर्धधातुकप्रत्ययः इति? शकारः नास्ति, शकारः अस्ति चेत् षित् भवति. तिङ्क्षित् सार्वधातुकम् इति सूत्रात् सार्वधातुकधातुः भवति. अत्र शकारः नास्ति इत्युक्ते आर्धधातुकप्रत्ययः अस्ति. हा, बहु समीचीनं भगिनी, सम्यक्. उ इति प्रत्ययः आर्धधातुकप्रत्ययः. अन्यत्र सर्वत्र पश्यामः चेत् प्रत्ययः सार्वधातुकः अस्ति, परन्तु केवलं तनादिगणे उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति इति अस्ति तत्र विषयः. अस्तु, समीचीनम्. अष्टमः गणः तनादिगणः, उ इति विकरणप्रत्ययः अस्ति. अस्तु, समीचीनम्. नवमः गणः अत्र रविकला भगिनी वदतु. नवमः गणः त्रयादिगणः, त्रयादिगणः स्ना प्रत्ययः, शकारस्य लोपः भूत्वा न एव तिष्ठति. शकारस्य लोपः केन सूत्रेण? लशक्वतद्विते, लशक्वतद्विते इति. अत्र यद्यपि वयं क्रयादिगणः इति वदामः, वस्तुतः तत्र क्र इत्यस्य अनन्तरम् अकारः नास्ति, अतः क्रियादिगणः इति, क्री इति तादृश उच्चारणं भवति, क्रियादिगणः इति. क्रियादिगणः, क्रियादिगणः इति. तत्र नवमः गणः, तत्र श्ना इति विकरणप्रत्ययः अस्ति. अस्तु, समीचीनं भगिनि. भगिनि, ईकार आगच्छति इति? वस्तुतः ईकारः इति नास्ति, तत्र आकारः नास्ति, तत्र कथम् उच्चार्य, तत्र कृ इत्यस्य अनन्तरं य इति अस्ति, कृ इत्यत्र आकारः अपि नास्ति, अतः क्रियादिगणः इति तत्र तादृश उच्चारणं भवति. तत्र ई इति श्रूयते, वस्तुतः ईकारः नास्ति, यतोहि तत्र रेपस्य अनन्तरं साक्षात् यकारः अस्ति, अतः क्रियादिगणः, क्रियादिगणः इति तादृशं भवति. सर्वदा अत्र रेफ अनन्तरं यकारः अस्ति चेत् ई आगच्छति, ई तादृश उच्चारणं भवति. भवती एव तत्र झटिति वदतु, भवती कथम् उच्चारयति अत्र? क्रियादि. हा, तत्र आकारः नास्ति खलु, आकारः न श्रवणीयः. क्रियादि, हा, क्रियादिगणः. तत् भगिनी संयुक्ताक्षर वत् उच्चारणीय? सत्यं, संयुक्ताक्षरः अस्ति, परन्तु तत्र अनन्तरं स्वरः नास्ति. क्रियादि, क्रियादि, क्रियादि. धन्यवादः. अस्तु, तर्हि अग्रे राहुल् महोदय वदतु, दशमः गणः कः? दशमः गणः चुरादिगणः, तत्र विकरणप्रत्यये शप् अस्ति, पुनः लशक्वत् अद्दिते अपि च हलन्त्यम् इत्यनेन कारणेन केवलम् अ इति अवशिष्यते. हा तत्तु समीचीनं, परन्तु चुरादिगणे अन्यत् अपि वैशिष्ट्यम् अस्ति खलु? आम्, उकारस्य स्थाने किं वदामः, किं भवति, न जानामि महोदय. अस्तु, चिन्ता नास्ति. अत्र विजयलक्ष्मी भगिनी वदतु. स्वार्थे निच् भवति. स्वार्थे निच् सत्यं. निजन्ता यकारः य आगच्छति. य वा, कुत्र कुतः? स्वार्थे निच् अस्ति, तत्र नकारस्य चुटु इत्यनेन सूत्रेण लोपः भवति. चकारस्य हलन्त्यम् इत्यनेन सूत्रेण लोपः भूत्वा इ इति अवशिष्यते. अनन्तरं यान्तवान्तदेशसन्धि कृत्वा य इति आगच्छति. य न, अय अय अय अय अय इति आगच्छति. चोरयति इति रूपं निष्पन्न. हा तत्र तु, हा तत्र निच् अपि च शप् तयोः योजनेन अय इति निष्पन्नं भवति, मध्ये निष्पन्नं भवति. परन्तु तत्र चुरादिगणे सर्वदा निच् प्रत्ययः प्रथमतया भवति धातुतः. चुर् इति धातुः अस्ति चेत् तत्र निच् प्रत्ययः प्रथमतया विधीयते. तर्हि तत्र चोरी इति नूतनधातुः, चोरी इति धातुतः शप् प्रत्ययः विधीयते, अतः चोरयति इति रूपं निष्पन्नं भवति. परन्तु चुरादिगणे दशमगणे वैशिष्ट्यं किम् इति चेत् प्रथमतया निच् भवति, तदनन्तरं शप् इति वैशिष्ट्यम् आहत्य अत्र दशगणाः सन्ति. दशगणेषु अपि विकरणप्रत्ययः कः इति वयं जानीमः. भगिनि, क्रयादिगणे क्र वर्णपरि परिच्छेदः कर्तुं चेत् इक् योगः रायोगः अथवा इक् योगः रियोगः वा? न, ककारः योगः रेपः योगः यकारः. तत्र ककारः योगः रेपः तावदेव तावदेव अस्ति. तस्य अनन्तरं साक्षात् अनन्तरं यकारः अस्ति, अतः कथञ्चित् उच्चारणीयं. तत्र अकारः न श्रवणीयः, यतोहि अकारः नास्ति. अतः कृ क्रियादिगणः इति तादृशं भवति. कृकारः योगः रेपः. सत्यं. वदतु. एकः संशयः, अटादिगण जुहादिगणे जुहोत्यादिगणगणे शप् इति अस्ति, किन्तु अदादिगणे लुक् लोपः, किन्तु जुहोत्यादिगणे श्लू लोपः. व्हाट्स् द डिफरेन्स्, वै इट्स् लैक् दट् डिफरेण्ट्लि? हा, लुक् इति चेत् यदा वयम् अदादिगणस्य विषये पठामः तदानीं जानीमः. लुक् इत्यनेन केचन कानिचन कार्याणि भवन्ति. यत्र प्रत्ययस्य लुक् भवति तत्र कानिचन कार्याणि भवन्ति. यथा अत्र लु इति धातुः अस्ति, तत्र वृद्धिः भवति. लुक् प्रत्ययस्य लुक् अस्ति चेत् एकं सूत्रमस्ति, उतो वृद्धि लुकि हलि. यत्र लुक् भवति तत्र वृद्धिः भवति इति तादृशकार्यं भवति. लुक् अस्ति चेत् किमपि विशिष्टकार्यं भवति. श्लू अस्ति चेत् द्वित्वं भवति. जुहोत्यादिगणे श्लू इत्यनेन शप् इत्यस्य लोपः भवति, अतः तत्र द्वित्वं भवति. जुहोत्यादिगणे प्रत्ययस्य श्लू इत्यनेन लोपः इति कृत्वा एव सर्वत्र द्वित्वं भवति. अतः तत्र वैशिष्ट्यमस्ति. अतः एव श्लू लुक् लुक् अस्ति चेत् किमपि कार्यं भवति, श्लू अस्ति चेत् किमपि कार्यं भवति. अतः एव एतादृशनामकरणम्. अस्तु, तर्हि अत्र भगिनी भगिनी क्रियादिविषये पुनः भगिनी, ककार योगः रेफः, रेफयोगः अकार नास्ति, रेफयोग यकार साक्षात् इति सत्यं. कथं लिपि लिपि कथं भिन्न क, लक्षणं किं भगिनि? अत्र तु कृ ककार न न एक हा अत्र अत्र पश्यतु, क्री इति धातुः अस्ति, क्री इति धातुः अस्ति, क्रीणाति इति अस्ति खलु, क्री इति धातुः, क्रीयोगः आदिः, क्रीयोगः आदिः, तत्र यण् सन्धिः भूत्वा इकारस्य यकारः भवति, अतः क्रियादिः, नो चेत् अत्र क्री आदिः इति भिन्न पृथक् पृथक् वक्तुमिच्छति चेत् क्री आदिः आदिगणः, क्री आदिगणः, परन्तु अत्र यण् सन्धिः अभवत् अतः क्रियादिगणः इति तादृशम्। अवगच्छति वा? मम प्रश्न भगिनी, हौ टु रैट् हाफ् रेप् विदौट् अकार, बिकास् करपत्रे करपत्रे एव प्रदर्शितम् अत्र ककारः रेपः तत्र तत्र दण्डः भवति, ककारस्य अनन्तरं दण्डः, तदनन्तरं रेपः, तदनन्तरं यकारः, दण्डः अस्ति तत्र, पश्यतु करपत्रे एव अधः तत्र अस्मिन्नेव करपत्रे ककार तु दण्ड अस्ति, किन्तु रेप दण्ड रेपस्य दण्ड कुत्र? न तत्र ककारस्य अधः एव रेपः लिखामः खलु? आम् आं, किन्तु यदि वयं तत्र अत्र लिखामि तत् अत्र इत्युक्ते तकारयोग रकारयोग अकार, अत्र तु तत्र रेपः उपरि तिष्ठति, तत्र तु तत्र तकारः तत्र तृ इति भवति, तृ तृ य इति तथा भवति। मध्ये अकार अस्ति? न, अकारः नास्ति, अकारः नास्ति, तृ तृ इति तत्र अकारः नास्ति, अकारः नास्ति, अकारस्य अनन्तरं यकारः, अत्र तु अत्र किञ्चित् क्लेशः अस्ति भगिनि उच्चारणार्थं, किञ्चित् क्लेशः अस्ति एव, परन्तु यदा यण् सन्धिः कुर्मः, यण् सन्धिं कुर्मः तत्र एतादृशं भवति, यतोहि तत्र क्रियादिगणे क्री इति धातुः, क्रीयोगः क्रीयोगः आदिः क्रियादिः इति। अस्तु, धन्यवादः। अस्तु, तर्हि दशगणाः सन्ति इति दृष्टवन्तः, तर्हि प्रथमः गणे प्रथमगणे शप् इति विकरणप्रत्ययः, तत्र गुणः भवति इति जानीमः, अत्र काभ्यां सूत्राभ्यां गुणः सम्भवति, अत्र भुवादिगणे अश अत्र का वदति अत्र क्रियोगः आ भवति, वदतु क्रियोगः तत्र सन्धिः कः? न सन्धिः कः अत्र? सन्धिः सन्धिः सन्धेः नाम कः? नाम नाम किम्? यण् सन्धिः भवति खलु, तत्र इकारस्य यकारः भवति, अतः एव तत्र संयुक्ताक्षरः तिष्ठति। भगिनी, यथा भू प्लस् आदि द्वादि किल, तत्रापि यण् अस्ति, सत्यम्। अस्तु, परन्तु तत्र तु त्रयः वर्णाः न सन्ति, त्रयः संयुक्ताक्षरवर्णाः न सन्ति, तत्र वर्णद्वयमेव, बकारः वकारः, अत्र तु ककारः रेपः यकारः इति त्रयः वर्णाः सन्ति, अतः इतोपि क्लेशः। अस्तु, यत्किमपि भवतु, अग्रे सरेम, अत्र भुवादिगणे शप् इति विकरणप्रत्ययः, गुणः सम्भवति काभ्यां सूत्राभ्याम्, अत्र अरुणा भगिनी वदतु। पुनः वदतु भगिनि। भ्वादिगणे गुणः सम्भवति काभ्यां सूत्राभ्यां गुणः सम्भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण वा पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति। हा, गुणकार्यं भवति द्वाभ्यां सूत्राभ्यां गुणकार्यं भवति, समीचीनं भगिनि। अपि च अस्माभिः दृष्टं चुरादिगणे अपि गुणः भवति, चुरादिगणे अपि सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति द्वाभ्यां सूत्राभ्यां गुणकार्यं भवति चुरादिगणे अपि, तत्रापि शप् इति विकरणप्रत्ययः अस्ति। अनन्तरं तुदादिगणे, तुदादिगणे श इति विकरणप्रत्ययः अस्ति, तत्र का गतिः? उदादिगणे श इति सार्वधातुकप्रत्यये एव तिङ्क्षि सूत्रेण, परन्तु अपित् अस्ति ततः गुणः न भवति. अपित् अस्ति चेत् तत्र सूत्रमपि वदतु. अपित् नित्य च इति सूत्रेण गुणकार्यं निषेधं भवति. हा, अत्र अपित् अस्ति चेत् सूत्रं किं निद्वत् इत्यस्य कृते? निद्वत् अपित् इति निद्वत् अति भवति. सूत्रं वदतु. अपित् निद्वत् नाम भगिनि किमिति हा अन्य कोऽपि वदतु. सार्वधातुकम् अपित् इति सूत्रं. सार्वधातुकम् अपित् इति सूत्रं. हा, अनन्तरं स्मिति च इति सूत्रं. तर्हि प्रथमतया श इति प्रत्ययः अपित् अस्ति, यतोहि पित्त्वं नास्ति, तत्र पकारः इत् नास्ति, अतः अपित् अस्ति. अपित् अस्ति चेत् सूत्रमस्ति सार्वधातुकम् अपित्. सार्वधातुकम् अपित् इति सूत्रं वदति यः प्रत्ययः अपित् अस्ति सः प्रत्ययः निद्वत् भवति. अतः अत्र श इति प्रत्ययः निद्वत् अस्ति. निद्वत् अस्ति इति कृत्वा तदनन्तरं क्निति च इति सूत्रेण गुणनिषेधः भवति, अतः गुणकार्यं न भवति. अत्र इदानीम् अत्र क्रमेण चिन्तयामः. एतावता भुवादिगणे, चुरादिगणे, तुदादिगणे का गतिः इति वयं दृष्टवन्तः. अधुना अत्र अदादिगणे तु विकरणप्रत्ययः नास्ति, अतः विकरणप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति, प्रत्ययः एव नास्ति. जुहोत्यादि यथा अत्र भुवादिगणे शप् इति प्रत्ययः एव निमित्तमस्ति खलु गुणकार्यस्य कृते. भूयोगः शप् शप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति कृत्वा एव भू इत्यस्य उकारस्य गुणः भो इति भवति. परन्तु अधादिगणे शप् प्रत्ययः एव नास्ति, तस्य लोपः जातः, अतः शप् प्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति. जुहोत्यादिगणे अपि शप् नास्ति, शप् इत्यस्य श्लू इत्यनेन लोपः, अतः तत्रापि गुणकार्यस्य प्रसक्तिः एव नास्ति, यतोहि प्रत्ययः एव नास्ति. अग्रे दिवादिगणे श्यन् इति प्रत्ययः अस्ति. अत्र विजयलक्ष्मी भगिनी वदतु, दिवादिगणे श्यन् इति प्रत्ययः, श्यन् इति प्रत्ययस्य तत्र चिन्तनं किम्? श्यन् प्रत्ययस्य हलन्त्यम् इत्यनेन सूत्रेण नकारस्य लोपः जातः. लशक्व तद्धिते इत्यनेन शकारस्य इत् संज्ञा भवति, तस्य लोपः इत्यनेन तस्यापि लोपः भवति. अवशिष्यते य इति अवशिष्यते. परन्तु श्यन् इति प्रत्यय अपित् अस्ति, सार्वधातुकम् अपित् इत्यनेन नित्वत् भवति. ज्ञिति च इति सूत्रेण गुणस्य निषेधः जातः. अत्र गुणविषयं न भवति. सत्यं सत्यं, समीचीनं, तथैव. इत्युक्ते श्यन् इति प्रत्ययः षित् अस्ति, शकारस्य इत्, अतः प्रथमतया सार्वधातुकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च द्वयोः सूत्रयोः प्रसक्तिः भवति. इत्युक्ते अङ्गस्य धातोः अन्ते इक्वर्णः अस्ति, नो चेत् उपधायाम् इक्वर्णः अस्ति, तत्र गुणकार्यस्य प्रसक्तिः अस्ति. परन्तु तदनन्तरं चिन्तनीयम्, अत्र अपित् अस्ति, प्रत्यये पित्त्वं नास्ति, अपित् अस्ति, अतः सार्वधातुकम् अपित् इति सूत्रेण प्रत्ययः निद्वद् भवति. तदनन्तरं क्निति च इति सूत्रेण गुणनिषेधः, अतः दिवादिगणे अपि गुणकार्यं न भवति. दिवादिगणे गुणकार्यं न भवति, यथा स्तुतादिगणे तथैव दिवादिगणे. अस्तु, इदानीं स्वादिगणे श्नु इति प्रत्ययः. अत्र गीताञ्जलि भगिनी वदतु, श्नु इति प्रत्ययः किं चिन्तनं? श्नु स्वादिगणे अत्र तु शकार शित् भवति. तस्य लोपः, तदनन्तरं नु अवशिष्यते. नु इति गुणकार्यं भूत्वा नो भवति इति. न, तत्तु भिन्नविषयः अस्ति. श्नु प्रत्ययं निमित्तीकृत्य अङ्गे किं कार्यं गुणकार्यं भवति न वा इति प्रश्नः नु नो भवति इति भिन्नविषयः अस्तु हा अत्र छी इति धातुः अस्ति चेत् छी इति धातुः अस्ति छी योगः नु अधुना किं भवति ची योगः नु अत्र अन्ते इगन्त इगन्त अङ्गस्य अस्ति चेत् गुणकार्यं भवति भगिनी सार्वधातुकार्धधातुकयोः सूत्रेण इगन्त अङ्गस्य गुणः विस्मरामि भगिनी अनुवृत्तिसहितसूत्रं सार्वधातुकार्धधातुकयोः खलु न न एकक्षणं भगिनी न वदतु कृपया भगिनी चिन्तयन्ती अस्ति क्षीयोगः नु अत्र गुणकार्यस्य प्रसक्तिः अस्ति तदनन्तरं किं भवति तदनन्तरं न नु अस्ति किन्तु नु अत्र तु अपित् अस्ति पकार नास्ति चेत् तदनन्तरं ई ची इति चो न भवति गुणकार्यं न भवति ची ची एव तिष्ठति किन्तु अत्र नु अस्ति नु पर्यन्त नु परं यदि लट् लकारे आगच्छति तिङ् तिङ् प्रत्ययः अस्ति चेत् अत्र तिंशित् सार्वधातुकम् इति सूत्रेण तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुक संज्ञा भवति सार्वधातुकसंज्ञा भवति चेत् सार्वधातुकार्धधातुकयोः प्रसक्तिः अधुना अङ्गम् इति ची योगः नु इति अङ्गम् अस्ति नु अन्ते इक् इति प्रत्यहार अस्ति वर्ण अस्ति अत्र नु ऊकार ओकार भवति अत्र ची योगः नो योगः ति अत्र चीनोति इति रूपं भवति सत्यं सत्यं समीचीनं बहु समीचीनं भगिनि अत्र तत्र एव भवत्याः क्लेशः आसीत् अत्र नु नो भवति तत्तु समीचीनम् परन्तु तिङ् प्रत्ययं निमित्तीकृत्य नु नो भवति न तु विकरणप्रत्ययं निमित्तीकृत्य खलु तत्र स्वादिगणे धातुतः श्नु इति प्रत्ययः विधीयते श्नु इति प्रत्ययः षित् अस्ति सार्वधातुकप्रत्ययः अस्ति तत्र नु इति अवशिष्यते नु इति प्रत्ययः अपित् अस्ति अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति तदनन्तरं क्निति च इति सूत्रेण गुणनिषेधः अतः धातौ गुणकार्यं न भवति अतः छी इति धातुः अस्ति चेत् छी इति एव तिष्ठति छी योगः नु चिनु इति अङ्गं तत्र गुणकार्यं नास्ति छी इति चे इति न भवति चिनु इति एव अङ्गं तदनन्तरं तत्र तिङ् प्रत्ययं निमित्तीकृत्य पुनः गुणकार्यं भवति तत्तु भिन्नविषयः अस्ति तत्र अस्माकम् अवधानं नास्ति अधुना अधुना तु विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति न वा इति एव विषयः अस्माकम् अतः तस्मिन् विषये एव चिन्तनं कुर्मः अस्तु समीचीनम् भगिनी एक अन्य प्रश्न भवती उक्तवती अदादिगणे शप् लोपः भवति अपि उक्तवती विकरणप्रत्यय एव नास्ति अर्थम् इत्युक्ते शप् शप् इति पूर्वम् अस्मिन् अस्ति किन्तु किमर्थं किञ्चित् कारणेन लोपः भवति इति सत्यं भगिनी शप् अस्ति किन्तु लोपः भवति इति अदादिगणे कथं जानी अदादिगणे भवती उक्तवती शप् अत्र प्रश्नः कः मम प्रश्न किमर्थं शप् लोपः भवति, कथं जानीमः वयं शप् लोपः भवति अत्र, किन्तु भवादिगणे शप् न लोपः भवति कथम्? अत्र सूत्रमस्ति भगिनि, अत्र यत्किमपि कार्यं भवति व्याकरणे तदर्थं सूत्रं भवति, अधिप्रभृतिभ्यः शप् इति सूत्रेण शपः लुक् भवति, सूत्रमस्ति. यत्र यत्र कुत्रापि किमपि लोपः अपि कार्यमेव खलु, तदर्थं सूत्रं भवति. जुहोत्यादिभ्यः श्लु इति सूत्रमस्ति, अतः जुहोत्यादिगणे श्लु इति प्रत्ययस्य शप् इत्यस्य लोपः भवति इति सूत्रमस्ति. वयं न पठामः, न पठितवन्तः, अग्रे पठिष्यामः. अस्तु अस्तु, धन्यवादः. शप् फर् अदादि अपि जुहोत्यादि, शकार अस्ति, शित् अस्ति, तद्यपि लोपः भवति इत्यनेन विकरणप्रत्ययः नास्ति इति वा? प्रत्ययः प्रथमतया शप् इति विधीयते, शप् इति आगच्छति प्रथमतया, तदनन्तरं तस्य अधिप्रभृतिभ्यः शपः इति सूत्रेण तत्र शप् इत्यस्य लोपः भवति, अतः शप् इदानीं नास्ति. ओके, प्रसक्तिः अस्ति परन्तु लोपः कारणेन प्राप्तिः नास्ति इति वा? न न, अत्र प्रसक्तिः अपि न भवति, यतोहि तत्र लोपः लुक् इत्यनेन लोपः अभवत्, अतः सामान्यतया प्रत्ययस्य लोपः भवति चेत् तत्र वयं वदामः प्रत्ययलोपे प्रत्ययलक्षणम्, यद्यपि प्रत्ययस्य लोपः अस्ति तथापि लक्षणं तिष्ठति इति वदामः, परन्तु यत्र प्रत्ययः लू इति शब्देन लोपः भवति, अत्र लुक् इति लू इति अस्ति, श्लू इति तत्र लू इति अस्ति, यत्र लू इति शब्देन प्रत्ययस्य लोपः भवति तत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति, अतः लक्षणं नास्ति अत्र, अतः गुणकार्यस्य प्रसक्तिः एव नास्ति. प्रसक्तिः एव नास्ति, यतोहि प्रत्ययः एव नास्ति. धन्यवादः. अस्तु अस्तु, तत्र स्वादिगणे अपि चिन्तितं, तुदादिगणे अपि जानीमः. अधुना जुहोत्यादिगणे श्लू इति प्रत्ययः भवति, श्लू इति प्रत्ययः द्वित्वं सूचयति वा? सत्यं सत्यं, श्लौ इति सूत्रमस्ति, श्लौ इति सूत्रेण द्वित्वं भवति, श्लू इति प्रत्ययः श्लू इत्यनेन लोपः अस्ति इति कृत्वा तत्र द्वित्वं भवति इति तावत् अधुना. तदनन्तरं रुदादिगणे श्नम् इति विकरणप्रत्ययः अस्ति, अत्र रमाबाई भगिनी वदतु चिन्तनं किं श्नम् प्रत्ययस्य? रुदादिगणे श्नम् विकरणप्रत्ययः अस्ति, हलन्तीम् इति सूत्रेण मकारस्य लोपः भवति, मकारस्य शून्यः भवति, तस्य लोपः इत्यनेन सूत्रेण मकारस्य लोपः भवति, लषट्वतटिते इति सूत्रेण शकारस्य ईशन्या भवति, तस्य लोपः सूत्रेण शकारस्य लोपः भवति, अनन्तरं न एव अवशिष्यते. रुदादिगणे तिप् तिप् अस्ति, किञ्चित् सार्वदार्थकं तेन तत्र गुणः भवितुम् अर्हति, परन्तु तत्र अपीत् अस्ति. न न न, अत्र अत्र एकक्षणम् एकक्षणं, श्नम् इति प्रत्ययः कुत्र भवति? धातोः परे भवति. हा, इति सामान्यतया धातोः अनन्तरं प्रत्ययः विकरणप्रत्ययः भवति, परन्तु रुदादिगणे वैशिष्ट्यं किम्? धातोः मध्ये, हा धातोः मध्ये आगच्छति खलु, रुदादिगणे विकरणप्रत्ययः धातोः मध्ये आगच्छति, अतः धातोः भागः भवति. रुद् इति धातुः अस्ति चेत् अत्र रुणद् रुणद्धि इति रूपमस्ति खलु, रुद् इति धातुः अस्ति चेत् तत्र श्नम् इति प्रत्ययः धातोः मध्ये आगच्छति, तत्र रुद् इत्यस्य उकारस्य अनन्तरं न इति तिष्ठति, अतः रुणद् रुणद् इति अस्ति. अधुना विकरणप्रत्ययः धातोः भागः अस्ति, अतः गुणकार्यस्य चिन्तनं नास्ति, यतोहि प्रत्ययः परः नास्ति. प्रत्ययः परः अस्ति चेत् एव गुणकार्यस्य चिन्तनं भवति. अधुना अत्र श्नम् इति प्रत्ययः धातोः भागः भवति, अतः गुणकार्यस्य चिन्तनं नास्ति अत्र. श्नम् प्रत्ययं निमित्तीकृत्य किमपि चिन्तनं नास्ति. अस्तु भगिनि, एकः प्रश्नः, रुदादिगणे विकरणप्रत्ययः धातो वर्णस्य मध्ये भवति, अतः विकरणप्रत्यय बिकास् आफ् विकरणप्रत्यय विकाल् अङ्ग बिफोर् द विकरणप्रत्यय, अत्र विकरणप्रत्यय एव मध्ये भवति, सो दर् इस् नो अङ्ग बिकास् आफ् विकरणप्रत्यय, ओन्लि वेन् तिङ् प्रत्यय कम्स् वि काल् इट् सो ऋण फुल् बिकम्स् अङ्गम् इस् इट् सत्यं सत्यं समीचीनं तथैव. यतोहि प्रत्ययः परः नास्ति खलु, अतः प्रत्ययं निमित्तीकृत्य किमपि अङ्गं नास्ति. तत्र प्रत्ययः एव धातोः भागः भवति. अधुना प्रत्ययः धातोः भागः भवति, अतः अङ्गं प्रत्ययं निमित्तीकृत्य अङ्गं नास्ति, विकरणप्रत्ययं निमित्तीकृत्य अङ्गं नास्ति. परन्तु यदा तिङ् प्रत्ययः आगच्छति तदा तत्र तिङ् प्रत्ययात् पूर्वं यदस्ति तत्सर्वम् अङ्गम्. अतः ऋणद् इति अङ्गं, ऋणद्योगः ति इति, तत्र ति प्रत्ययं निमित्तीकृत्य ऋणद् इति अङ्गम्. परन्तु ऋणद् इत्यस्मिन् एव विकरणप्रत्ययः अस्ति, अतः विकरणप्रत्ययस्य कृते किमपि पृथक् अङ्गं नास्ति. ऋणद्योगः ति ऋणद्धि इति रूपम्. अस्तु, धन्यवादः. अस्तु, तर्हि रुदादिगणे गुणस्य चिन्तनं नास्ति, यतोहि विकरणप्रत्ययः धातोः भागः अस्ति. अस्तु, अनादिगणे अस्ति. हा, यदि अन्ते इगन्त, यदि इगन्त अङ्गः अस्ति तर्हि तिङ् प्रत्ययं निमित्तीकृत्य तत्र गुणकार्यं भवेत् किल? रुदादिगणे, रुदादिगणे यदि यदि रुदादिगणे सर्वे हलन्तदातवः, अतः अङ्गस्य अन्ते इक्वर्णः नास्ति कुत्रापि. हा, उपधायाम् इक्वर्णः भवितुम् अर्हति. उपधायामपि इक्वर्णः न भवति, यतोहि तत्र मध्ये श्नम् न इति विकरणप्रत्ययः अस्ति, अकारः अस्ति तत्र. अस्तु, तर्हि तनादिगणे भवान् आगतवान्, अतः भवान् एव वदतु. तनादिगणे उ इति विकरणप्रत्ययः अस्ति, तत्र गुणकार्यं सम्भवति वा? किमिति पुनः पुनः पृच्छतं? तनादिगणे उ इति अस्ति, हा, उ इति विकरणप्रत्ययः, तत्र गुणकार्यं न सम्भवति तेन. उकारः अस्ति इत्यस्मात् तत्र गुणकार्यं तनादिगणे. उ इति प्रत्ययस्य प्रत्ययः कीदृशः, स्वभावः कः? ओ ओ, अस्तु, तत् मूलप्रत्ययं द्रष्टव्यं किल. अस्तु, तनादिगणे तत्र ओ उ एव अस्ति, तत्र ओकारस्य ओकारः भवति तत्र तनादिगणे. कथं भवति इति न जाने, क्षम्यताम्. उ इति प्रत्ययः, तत्र प्रत्ययस्य स्वभावः कः, कीदृशप्रत्ययः, सार्वधातुकः, आर्धातुकः, कीदृशप्रत्ययः? तत्तु आर्धातुकप्रत्ययः एव. आर्धातुकप्रत्ययः अस्ति, अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवति. आम्, सत्यम्. अत्र अत्र अत्र अपित् अस्ति खलु, सत्यं, तत्र किम् अपित् अस्ति चेत् तत्र अपित् अस्ति चेत् गुणकार्यस्य निषेधः भवति, किन्तु तत्तु केवलम् उपधायामेव गुणकार्यस्य निषेधः इति मन्ये तत्र अपित् इत्यनेन. न न न, अपित् इत्युक्ते अन्ते अपि निषेधः एव. अपित् अस्ति चेत् गुणकार्यं कुत्रापि न भवति, अन्ते वा भवतु उपधायां वा भवतु, यत्र कुत्रापि न भवति. अस्तु अस्तु, हा, अत्र अपित् अस्ति, तर्हि गुणनिषेधः अस्ति वा? अस्ति एव गुणनिषेधः अस्ति एव अपित् अस्ति चस्मात्. हा, अन्ये के चिन्तयन्ति? विजयलक्ष्मी भगिनी वदतु. विजयलक्ष्मी भगिनी, उकारः अस्ति, तत्कारणम् उकारस्य ओकारः भवितुम् अर्हति. अत्र अपित् अस्ति खलु, अत्र तिङ् तिप् अस्ति खलु, तत् न न उ इति प्रत्ययः, तत्तु भिन्नविषयः अस्ति. उ इति प्रत्ययः, उ इति प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति वा न वा? तनुते तनोति द्वयोः रूपं तु भवति एव न रूपं त्यजतु रूपं त्यजतु अत्र उ इति निमित्ति कृत्य गुणः भवति न वा गुणः भवति एव उ इति सत्यं तथैव किल तन् अस्ति अत्र अन्तः तु कृत्वा तत्र उ अस्ति तनु भवति ईगन्तमङ्गमस्ति इत्यनेन गुणः भवति तत्र तत्र तदनन्तरं तिङ् प्रत्ययं निमित्तीकृत्य गुणः भवति तत्तु भिन्नविषयः अस्ति अत्र विकरणप्रत्ययं निमित्तीकृत्य गुणः भवति वा इति प्रश्नः न भवति गीताभगिनी वदतु गीताभगिनी वदतु भवति गुणः भवति किमर्थं आर्धधातुक किञ्चित् सार्वधातुकं सार्वधातुकप्रत्यय कृते अस्ति आर्धधातुकं षित् नास्ति चेत् अपि गुणकार्यं भवितुम् अर्हति किमर्थम् अपित्तु सार्वधातुकस्य विजयलक्ष्मी भगिनी वदतु पुनः सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण गुणकार्यं भवति अपित् इति निमित्तं सार्वधातुकस्य कारणम् एव भवति आर्धधातुकस्य तु अपित् इति किमपि बाधा नास्ति निषेधः किमपि नास्ति तत्कारणम् आर्धधातुकस्य अत्र गुणकार्यं भवितुम् अर्हति भवति अपि सत्यं सत्यं बहु समीचीनं सम्यक् इत्युक्ते अत्र पित्वम् अपित्वम् इति एतादृशचिन्तनं केवलं सार्वधातुकप्रत्ययस्य कृते एव किमर्थम् इति चेत् सार्वधातुकम् अपित् इति उक्तं यः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति सः प्रत्ययः एव अपित् अस्ति चेत् निद्वद् भवति अत्र तु उ इति प्रत्ययः आर्धधातुकः अस्ति अतः अत्र अपित्वस्य चिन्तनमेव नास्ति परन्तु क्नितिच इति सूत्रं किं वदति नितिज इति सूत्रं किं वदति यः प्रत्ययः कित् नित् अथवा घित् अस्ति घित् अस्ति तादृशप्रत्ययः गुणकार्यस्य निमित्तं न भवति अत्र तु उ इति प्रत्ययः कित् अपि नास्ति घित् अपि नास्ति नित् अपि नास्ति अतः नितिज इति सूत्रस्यापि प्रसक्तिः नास्ति अतः गुणकार्यं भवति एव अवगतम् अत्र हा अत्र शेखर् महोदय भवानेव वदतु पुनः अत्र ऊ इति प्रत्ययस्य स्वभावः कः गुणकार्यं भवति न वा इति वदतु अस्तु ऊ इति प्रत्ययः अत्र विकरणप्रत्ययः वर्तते तनादिगणे स च प्रत्ययः आर्धधातुकप्रत्ययः अस्ति सार्वधातुक आर्धधातुक किमर्थम् आर्धधातुकः तिङ्क्षित् नास्ति तिङ्क्षित् सार्वधातुकम् अत्र तत् विहाय अन्ये सर्वे प्रत्ययाः अपि आर्धधातुकप्रत्ययाः एव अनेन अत्र अस्य आर्धधातुकसंज्ञा किन्तु सार्वधातुकम् अपित् इत्यस्य स्थाने यः प्रत्ययः अपित् अस्ति तस्य एव गुणनिषेधः अस्ति किन्तु अयं प्रत्ययः तु आर्धधातुकप्रत्ययः तर्हि गुणस्य बाधा न भवति अस्मिन् प्रत्यये इत्यस्मात् अङ्गस्य गुणकार्यं विधीयते सत्यं बहु समीचीनं समीचीनम् एकमेव स्पष्टीकर्तुम् इच्छामि अत्र अपित् अपित् इत्यस्य चिन्तनं नास्ति यत्र आर्धधातुकप्रत्ययः अस्ति तत्र अपित् इति चिन्तनमेव न भवति पित्त्वम् अपित्त्वम् इति कार्यक्षेत्रं केवलं सार्वधातुकप्रत्ययानां कृते एव आर्धधातुकप्रत्ययस्य विषये किं चिन्तनीयम् इति चेत् प्रत्ययः गित् अस्ति वा कित् अस्ति वा नित् अस्ति वा इति चिन्तनीयम् अत्र तु उ इति प्रत्ययः कित् अपि नास्ति गित् अपि नास्ति नित् अपि नास्ति अतः क्निति च इति सूत्रस्य अपि प्रसक्तिः नास्ति अतः गुणकार्यं भवति एव अवगतं वा अस्तु भगिनि तन् प्लस् विकरणप्रत्यय उ किल तनु इन् तनु धातौ इक्वर्णः नास्ति किल तनु इति धातु तनु इति धातुं त्यजतु तनु इति धातुं त्यजतु अत्र कृ इति कृ इति धातुः अस्ति खलु कृ करोति इति रूपम् अस्ति कृ इति धातुः कृयोगः उ कृयोगः उ अत्र गुणकार्यं भवति न वा कृयोगः उ कर् कर् तर् देन् टिप् करोति उ ओ भवति कृ कृ अर् भवति कृयोगः उ तत्र ऋकारस्य गुणः अर् तर्हि कर् कर् योगः उ करु करुयोगः ति तदनन्तरं ति प्रत्ययं निमित्तीकृत्य पुनः गुणकार्यं भवति उकारस्य उकारः करोति इति रूपम् अस्ति परन्तु तत्र प्रथमतया उ इति प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति एव यतोहि उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति अपित्वम् इति किमपि चिन्तनं नास्ति अत्र कित् गित् नित् नास्ति प्रत्ययः उ इति प्रत्ययः अतः गुणकार्यं भवति अवगतम् तस्य नाम तु तनादि प्रथम धातु तनु भवति वा तनु तनु अर्थन् तनु तनु तत्र कथं भवति भगिनि I'm curious. न तनु इति अस्य उकारस्य इत्संज्ञा अस्ति अतः तन् इति अवशिष्यते तन् योगः उ तनु तनुयोगः इति तनोति तन् योगः उ तनु किन्तु भवती उक्तवती उकार अर्धधातुकप्रत्यय अत्र अपि चिन्तनमेव नास्ति प्रसक्तिः ङिति च इति बाधा न करोति तदनन्तरं गुणकार्यं भवति किन्तु तन् योगः उ गुणकार्यं कुत्र भवति अत्र न न अहं तनु इति धातोः कृते न उक्तवती भगिनि तनादिगणे ये दातवः तस्मिन् विषये उक्तवती तनु इति धातोः कृते न उक्तवती ओ अस्तु अस्तु क्षम्यतां भगिनि हा तनादिगणे ये दातवः सन्ति तनादिगणे तु कृ इति धातुः अपि अस्ति खलु तनु इति धातोः तत्र इक्वर्णः एव नास्ति अतः गुणस्य चिन्तनं अत्र गुणस्य चिन्तनमेव न कार्यं यतोहि इक्वर्णः नास्ति परन्तु तत्र अन्ये दातवः यत्र गुणकार्यं सम्भवति यत् अकृ इति धातुः अस्ति तत्र तत्र भवति खलु गुणकार्यम् अस्तु तर्हि तनादिगणे अपि गुणकार्यं भवति इति अवगतम् अधुना क्रियादिगणे क्रियादिगणे अत्र शोभाभगिनी वदतु क्रियादिगणे श्ना इति प्रत्ययः चिन्तनं किम् आं भगिनि तत्र श्ना इति प्रत्ययः शकारस्य इत्संज्ञा अपि लोपः शकारस्य सार्वधातुकसंज्ञा एकनिमिषं भगिनि संज्ञा भूत्वा लशकोतद्धिते इत्यनेन शकारस्य लोपः अतः तत्र षित् भवति षित् एव अस्ति पित् नास्ति इति कृत्वा अपित् इति अधुना सार्वधातुकम् अपित् इति संज्ञा अपित् किमपि प्रत्ययः अपित् अस्ति चेत् तत्र सार्वधातुकम् अपित् इति सूत्रं वदति णित् इव वर्तयतु भवतु इति अतः क्निति च इति सूत्रेण तत्र गुणस्य निषेधः अतः तत्र न इति तिष्ठति अन्ते तत्र अपि तस्ति इति कृत्वा गुणः न भवति सत्यं सत्यं समीचीनं श्ना इति प्रत्ययः अपित् अस्ति अतः सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति तदनन्तरं निति च इति सूत्रेण गुणनिषेधः अतः क्रियादिगणे अपि श्ना इति प्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति तत्र उदाहरणं वृयोगः न विकरणप्रत्ययः अस्ति चेत् वृणाति एव भवति वृणाति इति न भवति हा सत्यम् अस्तु, समीचीनं भगिनि, सम्यक् अस्ति. तर्हि तत्र दशगणेषु अपि चिन्तनं किम् इति वयं दृष्टवन्तः. अत्र चिन्तनं केवलं विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति न वा इति एव चिन्तनं, न तु तिङ्प्रत्ययं निमित्तीकृत्य. तिङ्प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति न वा इति पृथक् चिन्तनम् अस्ति, तस्मिन् विषये अस्माकं अवधानम् अत्र नास्ति. अस्तु, अधुना तत्र करपत्रात् पठामः. तदेव अस्ति अस्मिन् करपत्रे सारांशरूपेण. वयं चिन्तनं कृतवन्तः, अधुना पठामः. अत्र लता भगिनी पठतु, आरम्भं करोतु. श्रूयते वा? श्रूयते वा? श्रूयते. पठामि. केषु गणेषु गुणः सम्भवति तात्वङ्गे? एतावता अस्माभिः दृष्टं यत् वादिगणे तुरादिगणे च गुणकार्यं सम्भवति यथा सङ्गम्. उदादिगणे गुणः नार्हः इत्यपि दृष्टम्. अपरेषु गणेषु का गतिः? तेषु गुणः अर्हः चेत् किमर्थः, नार्हः चेत् किमर्थमित्यपि प्रश्नः उदेति. तत्र स्थितिः कीदृशी इति अवलोकयाम. नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत? एतावता वयं द्वादिग दशगणानामपि चिन्तनं कृतवन्तः. विकरणप्रत्ययाः कः प्रतिगणे इति चिन्तनं कृतवन्तः. विकरणप्रत्ययस्य निमित्ति कृत्वा गुणकार्यं भवति न भवति इति अपि चिन्तितवन्तः. सो अस्माभिः दृष्टं यत् वादिगणे वादिगणे चुरादिगणे च शप् विकरणकृत्य निमित्ती कृत्वा गुणकार्यं भवति इति अपि वयं अवगतवन्तः. सङ्गम् सम्भवति यथा सङ्गम् मीन्स् विकरणप्रत्ययस्य सङ्गः वा? तुदादिगणे गुणः नार्हः इत्यपि दृष्टं. तुदादिगणे श एव विकरणप्रत्ययः, अतः अपि इत्यादि वयं चिन्तितवन्तः. गुणकार्यं न भवति तुदादिगणे. अपरेषु गणेषु का गतिः इति अपि वयं चिन्तितवन्तः. तेषु गुणः अर्हः चेत् किमर्थः, नार्हः चेत् किमर्थम् इति अपि वयं चिन्तितवन्तः. लैक् अदादिगणे शपः लोपः भवति, अतः तत्र विकरणप्रत्ययस्य प्रसक्तिः एव नास्ति. जुहोत्यादि गणे अपि सेम्. देन् दिवादिगणे श्यन् तत्र अपित् भवति इति एक्सेट्रा वि सा इट्. अपरेषु गणेषु किमर्थं गुणः भवति वा किमर्थं न भवति इति प्रश्नः उदेति. तत्र स्थितिः कीदृशी इति अवलोकयाम. इदानीम् अवलोकितवन्तः. डुविसे अवलोकितवन्तः? अवलोकितवन्तः, अत्र चिन्तनं कृतवन्तः वयं. चिन्तनं कृतवन्तः. नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत. सो आहत्य कीपिङ्ग् आल् द सर्वदशगणान् मनसि किं कन्क्लूजन् इति वयं इदानीं चिन्तयामः. अस्तु, समीचीनं भगिनि. अतः इति तत्र एतावता भुवादिगणे चुरादिगणे गुणकार्यं भवति इति जानीमः. तुदादिगणे गुणकार्यं नास्ति. अपरेषु गणेषु का गतिः इति एव विषयः अस्ति. अस्तु अस्तु, समीचीनं, धन्यवादः. अग्रे अत्र लक्ष्मी भगिनी पठतु. आं भगिनि, करिष्यामि. प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इति अत्र आशयः. तिङन्तपदे भागत्रयं वर्तते, धातुः, विकर्णप्रत्ययः, तिङ्प्रत्ययः च. केषुचित् गणेषु विकर्णप्रत्यये अपि गुणः सम्भवति. उदाहरणार्थं शक्नु शक्नोति. इदम् अग्रे अपरस्मिन् पाठे परिशीलयामः. अधुना केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः. अत्र विवृणोति गुणः सम्भवति न वा इत्यस्य अर्थः धातौ गुणः गुणौ धातौ गुणः सम्भवति वा न वा इति आशयः. तिङन्तपदे भागत्रयं भवति, धातुः, विकर्णप्रत्ययः, तिङ्प्रत्ययः च. केषुचित् गणेषु विकर्णप्रत्यये च गुणः सम्भवति. उदाहरणार्थं शक्नोति इति पदे, किन्तु एतत् अस्मिन् पाठे न विवृणोति. केवलं धातु अङ्के गुणः कुत्र सम्भवति इति विवृणोति. समीचीनं, तथैव तत्र सर्वत्र तिङन्तपदस्य धन्यवादः भगिनी. अत्र सर्वत्र तिङन्तपदस्य भागत्रयं वर्तते, धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः. तर्हि अत्र विकरणप्रत्ययस्य कृते धातुः एव अङ्गम् अस्ति. तर्हि विकरणप्रत्ययं निमित्तीकृत्य धातौ गुणकार्यं भवति न वा इत्येव चिन्तनं वयं कुर्मः. धातुविकरणप्रत्ययोः मेलनानन्तरं पुनः तिङ्प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति न वा इति चिन्तनम् अस्मिन् पाठे नास्ति. तत्तु भिन्नपाठे वयं कुर्मः. अत्र शक्योगः नु, स्वादिगणे नु इति प्रत्ययः, शक्योगः नु. शक् इत्यत्र इक्वर्णः एव नास्ति, अतः गुणकार्यस्य चिन्तनं नास्ति. शक्नु इति अङ्गम् अस्ति. शक्नु इति धातोः धातुविकरणप्रत्ययोः मेलनानन्तरं शक्नु इति अङ्गं, तस्मात् अङ्गात् तिङ् प्रत्ययः यदा अस्ति तदानीं तत्र तिङ् प्रत्ययं निमित्तीकृत्य शक्नु इत्यस्य उकारस्य ओकारः भवति. तस्य चिन्तनम् अस्मिन् पाठे नास्ति. परन्तु नु प्रत्ययं निमित्तीकृत्य धातौ गुणः भवति न वा इति एव चिन्तनम् अस्मिन् पाठे. अस्तु अस्तु, अग्रे विनय् महोदय पठति वा. सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः. सार्वधातुकारधातुकयोः उगन्तलघुपदस्य च इति अनुवृत्तिसहितसूत्रे द्वयोः अपि सार्वधातुक आर्धातुकयोः इति पदम् आगच्छति. सार्वधातुक आर्धातुकयोः इति सूत्रस्य तात्पर्यं सार्वधातुक आर्धातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्. उगन्तलघुपदस्य च इति सूत्रस्य तात्पर्यं सार्वधातुक आर्धातुकयोः परयोः उगन्तस्य लघुपदस्य च अङ्गस्य एकः गुणः स्यात्. तावत् द्वयं सूत्रद्वयं सार्वधातुक आर्धातुकयोः इगन्त धातवः सम्बन्धे भवति. यदा इगन्तधातवः धातोः अन्ते अस्ति दीर्घ वा ह्रस्व, तर्हि सार्वधातु आर्धातुकयोः सूत्रेण आधारेण गुणः भवति. परन्तु यदि उपधा विषयः आगच्छति तर्हि पुगन्तलघुपदस्य सूत्रेण आधारेण सार्वधातुक आर्धातुकयोः अपि गुणः भवति. समीचीनं. तर्हि अत्र एतत् सर्वं परिचितमेव खलु. सूत्रद्वयेन गुणकार्यं भवति इति वयं जानीमः, सार्वधातुक आर्धातुकयोः, पुगन्तलघुपदस्य च. सूत्रद्वये अपि निमित्तं किं महोदय? सूत्रद्वये अपि हा सूत्रद्वयं निमित्तं किम् निमित्तं प्रत्ययः सत्यं प्रत्ययः कीदृशप्रत्ययः कीदृशप्रत्ययः सूत्र एव अस्ति खलु न सूत्र एव अस्ति खलु सार्वधातुक आर्धधातुकयोः इति अस्ति खलु अतः सार्वधातुकप्रत्ययः नो चेत् आर्धधातुकप्रत्ययः एव निमित्तं खलु तदेव निमित्तं प्रत्ययः सार्वधातुक आर्धातुक द्वयं प्रत्ययः सत्यं तर्हि आर्धधातुकप्रत्ययः अस्ति नो चेत् सार्वधातुकप्रत्ययः अस्ति चेत् गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण अङ्गस्य अन्ते इक् वर्णस्य गुणः सः इक् वर्णः दीर्घः भवतु ह्रस्वः भवतु यत्किमपि भवतु गुणकार्यं भवति पुगन्तलघुपदस्य च इति सूत्रेण उपदायाम् इत्युक्ते अन्त्यात् पूर्वं यः वर्णः अस्ति सः वर्णः उपदावर्णः तर्हि उपदायां लघु इक् वर्णः अस्ति चेत् गुणकार्यं भवति पुनः अत्रापि निमित्तं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्तु तर्हि अग्रे लघुपदस्य सम्बन्धे ह्रस्व उपधा सत्यं ह्रस्व उपधा आवश्यकमस्ति समीचीनं समीचीनं भगिनि किल हा इक् वर्णः अपि निमित्तं तत्र परनिमित्तस्य विषये अहं पृच्छन्ती अस्मि प्रत्ययः प्रत्ययः कीदृशः इति अस्तु तर्हि अत्र अग्रे राहुल् महोदय पठतु तर्हि द्वयोः सूत्रयोः सार्वधातुकार्थधातुकयोः इति पदं भवति नाम अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्व इक् वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम् इदं संज्ञाद्वयं सम्प्रति पश्याम अतः अधुना यद् उक्तं सार्वधातुकयोः इति पदं सामान्यम् इत्युक्ते सार्वधातुकयोः पुगन्तलघुपतिश्च च इति द्वाभ्यां सूत्राभ्यामपि एतद् समानमस्ति इत्युक्ते यदि अङ्गम् इगन्तम् अस्ति तत् अथवा अङ्गस्य उपधायाम् इक्वर्णः वा ह्रस्व इक्वर्णः वा अस्ति तदा सार्वधातुकप्रत्यये परे वा नो चेत् आर्धधातुकप्रत्यये परे वा अत्र गुणकार्यं सम्भवति इति अत्र उक्तमस्ति सत्यम् अपि च तत्र मुख्यविषयः कः इति चेत् सार्वधातुकः इत्युक्ते सार्वधातुकसंज्ञा कस्य भवति आर्धधातुकसंज्ञा कस्य भवति इत्यपि विषयः संज्ञाद्वयं वर्तते तर्हि संज्ञाद्वयं तत्र अस्माभिः पूर्वमेव पठितं खलु सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति तर्हि तस्य विवरणम् अत्र दीयते सार्वधातुकसंज्ञा कस्य सार्वधातुकसंज्ञा कस्य आर्धधातुकसंज्ञा इति अस्तु तर्हि अत्र मालिनी भगिनी पठतु अग्रे आं भगिनि सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टं तिंषित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः तिङ् वा षित् वा अस्ति तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति भवति भवतः भवन्ति इत्यादिषु रूपेषु ति तः अन्ति इति तिङ् प्रत्ययाः यस्मिन् प्रत्यये शकारः इत् संज्ञकवर्णः अस्ति सः षित् आर्धधातुकसंज्ञा का इति तावत् वदतु भगिनि तावत् अहं जानीमः कि सार्वधातुकसंज्ञा का इति तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण किं यस्य प्रत्ययतिं या षित् वा षित् वा अस्ति सा सार्वधातुकम् अस्ति किंवाचित् भवती भवतः भवन्ति एताम् अदेनि इति इत्यादिषु रूपेषु तीतः च अन्ति तिङ् प्रत्ययः अस्ति कस्य प्रत्ययस्य शकारः इत्संज्ञकवर्णः अस्ति तत् षित् अस्ति अत्र तिङ् प्रत्ययस्य विषये किमर्थम् उक्तं भवती भवतः भवन्ति इत्यादिषु रूपेषु तिङ् प्रत्ययाः सन्ति तत्र तिङ् प्रत्ययस्य विषये किमर्थम् उक्तम् तिङ् प्रत्ययस्य तिङ् इति तिप् अस्ति तिङ् संज्ञा सार्वधातुकं हा सत्यम् इत्युक्ते तिङ् तिङ् इति तत्र संक्षिप्तरूपेण तिङ् इति वदामः अष्टादश तिङ् प्रत्ययाः सन्ति तीतः अन्ति सीतः त मी वः मः इति नव परस्मैपदीप्रत्ययः नव आत्मनेपदीप्रत्ययः तेषां सर्वेषां सार्वधातुकसंज्ञा अस्ति तस्य एव तिङ् इति संक्षिप्तरूपेण वदामः तिङ् प्रत्ययः इत्युक्ते अष्टादश तिङ् प्रत्ययः तेषां सर्वेषां सार्वधातुकसंज्ञा अस्ति इत्युक्ते पठति पठतः पठन्ति पठसि सर्वत्र यः प्रत्ययः अस्ति अन्ते तस्य सार्वधातुकसंज्ञा एवमेव आत्मनेपदी वर्धते वर्धेते वर्धन्ते सर्वत्र तत्र अर्धदातुकसंज्ञकप्रत्ययः अस्ति अतः इत्युक्ते सार्वधातुकसंज्ञकप्रत्ययः तिङ् प्रत्ययः अपि च यः प्रत्ययः षित् अस्ति तस्यापि सार्वधातुकसंज्ञा अत्र सूत्रमस्ति तिङ्क्षित् सार्वधातुकं यः प्रत्ययः तिङ् अथवा षित् सः प्रत्ययः सार्वधातुकसंज्ञकः इति जानीमः एव अस्तु अग्रे अत्र गीता भगिनी पठतु महोदय सार्वधातुक अर्थधातुकसंज्ञा इति भेदः कस्यानुसारं न श्रूयते भगिनि न श्रूयते हा वदतु सार्वधातुक अर्थधातुकसंज्ञा विकरणप्रत्ययानुसारं भेदः वा कस्यानुसारं तत् भिन्नः भवति इति मम प्रश्नः अत्र सूत्रमस्ति खलु तिङ्क्षित् सार्वधातुकं तिङ्क्षित् सार्वधातुकम् इति सूत्रमस्ति अतः यः प्रत्ययः तिङ् अस्ति तिङ् प्रत्ययः इत्युक्ते अष्टादश तिङ् प्रत्ययः तु सर्वलकाराः सार्वधातुकं भवति खलु हा लकारः इति भिन्नविषयः अत्र प्रत्ययस्य चिन्तनं कुर्मः प्रत्ययः तिङ् प्रत्ययः तिङ् प्रत्ययः इत्युक्ते अष्टादश तिङ् प्रत्ययः ते सर्वे प्रत्ययाः सार्वधातुकसंज्ञकाः अस्तु तीतः तीतः अन्ति सीतः त मी वः मः ते आते अते ते आते द्वे ईड् वहि महिङ् इति अष्टादश प्रत्ययाः सन्ति ते सर्वे सार्वधातुकप्रत्ययाः एवमेव यः प्रत्ययः षित् अस्ति शकारः इत् यस्य सः तादृशप्रत्ययः यस्य शकारस्य इत्संज्ञा भवति सः प्रत्ययः अपि सार्वधातुकः इति सूत्रं वदति खलु स्पष्टं वा स्पष्टं किन्तु आर्थसाधुकं कथं भवति अग्रे अग्रे आयास्यति अग्रे आयास्यति अस्तु अत्र पठति अत्र गीता भगिनी पठतु आर्धधातुकसंज्ञा का इति एतावता न उक्तं वस्तुतः अतिसरलम् अस्ति सूत्रम् आर्धधातुकं शेषः धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः न सन्ति चेत् अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव आर्धधातुकं शेषः इति सूत्रेण अयमेव सन्देशः धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकः नास्ति चेत् आर्धधातुकः अस्ति एव. अत्र उक्तं प्रत्ययानां द्विप्रकाराः सन्ति, आर्धधातुकम् अथवा सार्वधातुकम्. आर्धधातुकसंज्ञा संज्ञा अत्र उक्तमस्ति. आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञा कथं भवति इति वयं ज्ञायन्ते. किञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययस्य प्रत्यय कथं भवति इति जानीमः. शेष प्रत्ययानि आर्धधातुकं भवन्ति इति अत्र एतत् सूत्रेण वयं जानीमः. आर्धधातुकं शेषः इति सूत्रेण वयम् आर्धधातुकं प्रत्ययाः कथं भवन्ति इति वयं. समीचीनं भगिनि, तथैव अस्ति. हा भगिनि, एकः प्रश्नः. सार्वधातुक नहि न चेत् सर्वमपि आर्धधातुकः भवति इत्युक्ते सर्वे कृत् प्रत्ययाः तद्धितप्रत्ययाः सर्वे अपि आर्धधातुकः वा? न न न, तथा नास्ति, तथा नास्ति. अत्र अत्र किम् उक्तं, तथा न उक्तं खलु? किम् उक्तम् अत्र? यः प्रत्ययः सार्वधातुकः नास्ति सः प्रत्ययः आर्धधातुकः इति न उक्तम्, तथा नास्ति. सर्वे सार्वधातुकः नो चेत् तिंशित् नास्ति चेत् आर्धधातुकम् इति स एव मुख्यविषयः. धातुभ्यः धातुतः धातोः अनन्तरं यः प्रत्ययः अस्ति सः प्रत्ययः तिङ् अथवा षित् नास्ति चेत् सः प्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः. अत्र सर्वे कृत्प्रत्ययाः धातुतः एव संयोजनं न कृत्प्रत्ययः आर्धधातुक, लेकिन् तद्धित नामपदस्य योजनं कर्तव्यम्. ओके ओके, सत्यं. कृत्प्रत्ययः, भगिनी म्यूट् करोतु. कृत्प्रत्ययः सर्वे सर्वदा आर्धधातुकः इति नास्ति. कृत्प्रत्ययेषु अपि केचन प्रत्ययाः षित् षितः सन्ति, अतः ते प्रत्ययाः अपि सार्वधातुकाः. यथा शत्रुप्रत्ययः, शत्रुप्रत्ययः कृत् प्रत्ययः अस्ति, षित् अस्ति इति कृत्वा शत्रुप्रत्ययः सार्वधातुकप्रत्ययः. अस्तु, तर्हि अत्र मुख्यविषयः अस्ति धातुभ्यः विधीयमानः प्रत्ययः. धातुतः यः प्रत्ययः विधीयते सः प्रत्ययः तिङ् अथवा षित् अस्ति चेत् सार्वधातुकः, सः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति चेत् सः प्रत्ययः आर्धधातुकः. अतः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकः. परन्तु धातुतः विधीयते वा न वा इति प्रथमतया द्रष्टव्यम्. इत्युक्ते तत्र प्रातिपदिकात् प्रातिपदिकात् प्रत्ययः विधीयते चेत् तत्र तु आर्धधातुक सार्वधातुक इति चिन्तनं नास्ति. अस्तु भगिनि, थ्याङ्क् यू. अस्तु, अग्रे अत्र पठति शङ्कर् महोदय, पठतु. विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः. धातुगणम् अनुसृत्य विकरणप्रत्ययाः वादिगणे शप्, अदादिगणे नास्ति शपः लुक् नाम लोपः, जुहोत्यादिगणे नास्ति शपः श्लू नाम लोपः, दिवादिगणे शन्, स्वादिगणे श्नु, तुदादिगणे श, रुदादिगणे श्नम्, तनादिगणे उ, क्रयादिगणे श्ना, चुरादिगणे शप्. अधुना प्रत्येकं विकरणप्रत्ययः कीदृशः इति परिशीलयामः. अत्र तावद् वदतु किं किम् अस्ति. अधुना वयं विकरणप्रत्ययाः परिशीलयावन्तः धातोः विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः द्विविधं सार्वधातुकम् अथवा आर्धधातुकं धातुगण दशगणाः सन्ति अधुना वयं दृष्टवन्तः. विकरणप्रत्ययः कीदृशः इति अग्रे पश्यामः. समीचीनं. तर्हि अत्र विकरणप्रत्ययः सार्वधातुकः अथवा आर्धधातुकः इति चिन्तनं किमर्थं कुर्मः, एतादृशचिन्तनं? शप् प्रत्ययः तिङ्क्षित् सार्वधातुकं. सत्यं, समीचीनं. तत्र शप् प्रत्ययः षित् अस्ति, अतः सार्वधातुकसंज्ञकः इति समीचीनं. परन्तु किमर्थं तिङ्क्षित् सार्वधातुकम् इत्यस्य प्रसक्तिः अत्र, इति सूत्रस्य प्रसक्तिः किमर्थम्? ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः. हा, इति एव मुख्यविषयः अस्ति अत्र. विकरणप्रत्ययस्य कृते, विकरणप्रत्ययस्य विषये सार्वधातुकः अथवा आर्धधातुकः इति एतादृशचिन्तनं किमर्थं वयं कुर्मः इति चेत्, यतोहि एते प्रत्ययाः धातोः अनन्तरम् उपविशन्ति खलु, धातोः अनन्तरं सन्ति एते प्रत्ययाः. अतः एव वयं चिन्तयामः अस्तु सार्वधातुकः अथवा आर्धधातुकः. यदि एते प्रत्ययाः धातोः परे न सन्ति तस्मिन् सन्दर्भे सार्वधातुकः आर्धधातुकः इति चिन्तनमेव न भवति. अस्तु, समीचीनम्. इति तत्र दशगणाः सन्ति, भुवादिगणः, अदादिगणः, सर्वं वयं दृष्टवन्तः. प्रत्येकस्मिन् गणे विकरणप्रत्ययः कः इति सर्वं दत्तमस्ति अत्र. अधुना अत्र अग्रे मीना भगिनी पठतु. महोदय, हा, तिङ्क्षित् सार्वधातुकम् इति सूत्रे तिङ् इति चेत् तिङन्ताः, षित् इति चेत् किम् अस्ति? षित् इत्युक्ते यत्र षित् इत्युक्ते शकारः, इत् संज्ञा इति जानाति. तानि सर्वं षित्वा. हा, सत्यं. ष्यन्न, शप्, श, सर्वत्र शकारस्य इत् संज्ञा भवति खलु, तर्हि ते प्रत्ययाः षितः. धन्यवादः. अस्तु, मीना भगिनी पठतु. अस्ति वा? अस्तु, उमा भगिनी पठतु. अहमस्मि भगिनि, अन्यत् कृते. अथवा प्रत्येकं विघ्नप्रत्ययः कीदृशः इति परिशीलयामः. यत्र यत्र प्रत्यये इत् सम्यकः शकारः वर्तते तत्र तत्र सार्वधातुकसंज्ञा भवति. किमर्थमिति चेत् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः षित् तस्य सार्वधातुकसंज्ञा भवति. यः विकरणप्रत्ययः सार्वधातुकसंज्ञकः नास्ति सः आर्धधातुकसंज्ञकः अस्ति एव. अग्रे पठनात् अग्रे पठनात् पूर्वम् एकैकस्य विकरणप्रत्ययस्य स्वभावः कः इति उच्चार्यताम्. सार्वधातुकसंज्ञकः वा आर्धधातुकसंज्ञकः वा इति पठामि वा? न, तावद् वदतु. अत्र सार्वधातुकं कथं संज्ञा भवति, आर्धधातुकं संज्ञा कथं भवति इति वदति. अत्र यत्र धातुतः यदि किमव प्रत्ययं किमिव प्रत्ययं भवति, प्रत्ययः आगच्छति, तत्र तत्र शकारः भवति चेत् सार्वधातुकः भवति. यदि शकार नास्ति चेत् एकक्षणम् एकक्षणं शकारः इति नास्ति तत्र, शकारः इत् इति वक्तव्यं. सकारः सकारः इत्यपि अस्ति चेत् सार्वदातुक सम्यक् संज्ञा भवति. यत्र सार्वदातुक सकारः इत् न भवति धातुतः किमपि प्रत्ययः भवति. सार्वदातुकं नास्ति चेत् आर्धदातुकं संज्ञा भवति. तावदेव भगिनि. तावदेव अस्तु, सम्यक् अस्ति. तर्हि अत्र यथा वयं दृष्टवन्तः सूत्रद्वयमेव अस्ति अत्र सार्वधातुक आर्धधातुकः इत्यस्य विषये. तिङ्क्षित् सार्वधातुकम् इति एकं सूत्रम्, अपि च आर्धधातुकं शेषः इति एकं सूत्रम्, अन्यत् सूत्रम् अस्तु. अत्र दशगणाः सन्ति. अत्र झटिति एकवारं, अत्र शोभाभगिनी झटिति एकवारं वदतु प्रत्येकस्मिन् गणे विकरणप्रत्ययस्य नामकरणं किम् इति एकवारं वदतु, किमर्थम्? आं भगिनि, तत्र दशगणेषु भ्वादिगणे विकरणप्रत्ययस्य नामकरणं शप् इति अस्ति, किन्तु आ इति एव तिष्ठति. अदादिगणे विकरणप्रत्ययस्य वदतु, अत्र प्रत्ययः सार्वधातुकः आर्धधातुकः वा इति वदतु. अस्तु, भ्वादिगणे प्रत्ययः सार्वधातुकः, किमर्थं चेत् तत्र षित् भवति, षित् तिङ्क्षित् प्रत्ययः सार्वधातुक. अदादिगणे प्रत्ययस्य प्रसक्तिः नास्ति. जुहोत्यादिगणे अपि प्रत्ययस्य विकरणप्रत्ययस्य प्रसक्तिः नास्ति एव. दिवादिगणे ष्यन् इति, तत्र षकारस्य षित् भवति इति कृत्वा तत्र सार्वधातुक संज्ञा भवति, सार्वधातुकप्रत्ययः या एव तिष्ठति. स्वादिगणे श्नु इति, तत्र अपि षित् भवति, सार्वधातुक सार्वधातुकसंज्ञा भवति, सार्वधातुकप्रत्ययः. तुदादिगणे शा इति, तस्यापि षित् भवति, आ एव तिष्ठति, तत्रापि सार्वधातुकसंज्ञा. रुधादिगणे श्नम् इति, तत्रापि षकारस्य षित् भूत्वा सार्वधातुकसंज्ञा भवति. तनादिगणे उ इति, तत्र तु उ इति आर्धधातुक प्रत्ययः, सार्वधातुक आर्धधातुक सार्वधातुकसंज्ञा तत्र न भवति. किमर्थं? किमर्थं चेत् आर्धधातुकाः शेषाः प्रत्ययाः. कस्मात् शेषः? सार्वधातुक यदि षित् अथवा तिङ् इति प्रत्ययः नास्ति, ये प्रत्ययाः ते आर्धधातुकप्रत्ययः इति. सत्यं. तत्र क्रियादिगणे अपि श्ना इति, तत्रापि षित् भवति, सार्वधातुकसंज्ञा भवति, अतः सार्वधातुकप्रत्ययः. चुरादिगणे तत्र प्रथमतया निच् इति प्रत्ययः भवति, नन्तरमेव शप् इति. शप् इति प्रत्ययः कीदृशः? णिच् इति स्वार्थे उपयोगं कुर्मः. तत्र चुरादिगणे स्वार्थे अपि प्रेरणार्थे इति द्वे न प्रेरणार्थे नास्ति. अत्र स्वार्थे प्रेरणार्थे इति त्यजतु इदानीम्. अत्र णिच् इति प्रत्ययः कीदृशप्रत्ययः? णिच् इति स्वार्थे एव खलु? स्वार्थे एव, समीचीनं. परन्तु णिच् इति प्रत्ययस्य स्वभावः कः? प्रेरक निश्चिति प्रत्ययेन वयं एकं नूतन धातोः न तत्सर्वं समीचीनं भवेत् भगिनि. अत्र निश्चिति प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति वक्तव्यम्? शप् इति सार्वधातुक, निश्चिति अर्धधातुक. किमर्थं चेत् वा तिङ् वा नास्ति तत्र. सत्यं सत्यं अतः तत्रापि शप् इति अस्ति, तत्र आर्धधातुकः अपि अस्ति, सार्वधातुकः अपि अस्ति. निश्चिति प्रत्ययः अर्धधातुकः, निश्चिति योजयामः चेत् तदनन्तरं नूतनधातुः, नूतनधातुः अनन्तरं सार्वधातुकप्रत्ययं योजयामः. तदनन्तरं शप् इति प्रत्ययः सार्वधातुकप्रत्ययः. अस्तु, अत्र अय इति विकरणप्रत्ययः. तर्हि आहत्य दशगणेषु अपि वयं जानीमः प्रत्ययस्य स्वभावः कः इति चेत्, प्रायः तत्र सर्वेषु गणेषु विकरणप्रत्ययः सार्वधातुकः एव, केवलं तनादिगणे उ इति प्रत्ययः आर्धधातुकः खलु चुरादिगणे चुरादिगणे निश्चिति विकरणप्रत्ययः नास्ति तत्र विकरणप्रत्ययः नास्ति चुरादिगणे निश्चिति प्रत्ययः अपि आर्धधातुकः परन्तु विकरणप्रत्ययस्य विषये चिन्तयामः चेत् तत्र केवलम् उ इति प्रत्ययः एव आर्धधातुकः अन्ये सर्वे प्रत्ययाः सार्वधातुकाः भगिनी चुरादिगणे निश्चिति आर्धधातुक निश्चिति आर्धधातुकः किन्तु अन्ते अया इति भवति इति कृत्वा प्रत्यय इति तत्र कार्यमस्ति कार्यं भूत्वा अय इति श्रूयते अतः अय इति उक्तम् अय इति प्रत्ययः नास्ति अय इति प्रत्ययः नास्ति अत्र विकरण अत्र निश्चिति प्रत्ययः अस्ति चुर् योगः णिच् इति चेत् चोरि इति नूतनधातुः चोरि योगः शप् इति शप् इति प्रत्ययः सार्वधातुकः तत्र अ इति अस्ति तत्र गुणकार्यं यान्तावान्तदेशसन्धिः सर्वं कृत्वा अय इति श्रूयते चोरय चोरयति तत्र द्वे प्रत्ययौ सः इति कृत्वा किमर्थं सार्वधातुकम् इति वदामः इति मम प्रश्नः भगिनि न पुनः पृच्छतु द्वे प्रत्यये द्वौ प्रत्ययौ स्तः द्वौ प्रत्ययौ स्तः किन्तु सार्वधातुकम् एव इति वयं तत्र अत्र केवलं विकरणप्रत्ययस्य विषये वदन्ति अस्मि अहं विकरणप्रत्ययः शप् एव विकरणप्रत्ययः निच् प्रत्ययः विकरणप्रत्ययः नास्ति निश्चिति तनादिप्रत्ययः अस्ति तनादिप्रत्ययेषु अन्यतमः अस्ति निश्चिति प्रत्ययः अस्तु अस्तु चुरादिगणे निश्चिति प्रत्ययः आर्धधातुकः परन्तु विकरणप्रत्ययः तु शप् एव विकरणप्रत्ययः यथा अपरेषु गणेषु धातुतः विकरणप्रत्ययः विधीयते अत्रापि चुरादिगणे अपि धातुतः एव विकरणप्रत्ययः विधीयते परन्तु सः धातुः औपदेशिकधातुः नास्ति अत्र आतिदेशिकधातुः इत्युक्ते नूतनधातुः तत्र निश्चिति योजनेन नूतनधातुः इदानीं नूतनधातुतः शप् इति विकरणप्रत्ययः तर्हि शप् इति विकरणप्रत्ययः सार्वधातुकः एव अवगतम् अदादिगणे जुगोदादिगणे गणद्वयं शप्तः लोपः तस्मात् आर्धधातुक किं शपः लोपः इत्यनेन आर्धधातुकः इति अदादिगण जुगोदादिगण गणद्वयम् आर्धधातुकं किल शपः लोपः प्रत्ययः एव नास्ति भगिनि प्रत्ययः एव नास्ति किमर्थं सार्वधातुकः इति वदति प्रत्ययस्य लोपः जातः खलु न न कथम् आर्धधातुकं किञ्चित् नास्ति चेत् तत्र प्रत्ययः एव नास्ति खलु कथम् आर्धधातुकः इति वक्तुं शक्यते शप् इति प्रत्ययः मूलप्रत्ययः तु सार्वधातुकः एव सार्वधातुक प्रत्ययस्य लोपः भवति तावदेव महोदय तनादिकणे उ इति विकरणप्रत्ययः अस्ति तदर्थं शिप् नास्ति तत्र किन्तु तिङन्तातु भवति खलु तत्र तत्तु भिन्नविषयः अस्ति भगिनि अत्र विकरणप्रत्ययस्य स्वभावः कः इति चिन्तनम् अनन्तरं तिङ् प्रत्ययः भवति सा प्रत्ययः सार्वधातुकः इति भिन्नविषयः न तिङ्क्षित् सार्वधातुकम् इति चेत् तिङ् नाशित् तिङ् वा षित् वा अस्ति चेत् सार्वधातुकम् इति खलु तनादिगणे षित् नास्ति किन्तु तिङ् अस्ति खलु इति कुत्र अस्ति तिङ् तिङ् अस्ति उ इति प्रत्ययः तिङ् अस्ति वा उ इति प्रत्ययः तिङ् नास्ति तदनन्तरं हा तदनन्तरम् इति विषयस्य चिन्तनं नास्ति अधुना अधुना तु विकरणप्रत्ययस्य विषये चिन्तनं तदनन्तरं सर्वत्र तिङ् प्रत्ययः भवति सः प्रत्ययः सार्वधातुकः एव इति जानीमः सर्वत्र तिङ् प्रत्ययः भवति खलु भुवादिगणे अपि शप् इत्यस्य अनन्तरं तिङ् प्रत्ययः भवति दिवादिगणे अपि ष्यन् इत्यस्य अनन्तरं तिङ् प्रत्ययः भवति सर्वत्र तिङ् प्रत्ययः भवति सः प्रत्ययः सार्वधातुकः एव तत्र न कोऽपि क्लेशः अत्र विकरणप्रत्ययस्य स्वभावः कः इति एव चिन्तनं सर्वेषु गणेषु मध्ये चुरादिगणे एकैव धातुः यत्र वयं अन्यप्रत्ययः विकरणस्य अन्यप्रत्ययः प्रथमतः योजनीयं किल नोवेर् एल् सत्यम् ओके ओके अस्तु अत्र स्थगयामः समयः अपि अभवत् अत्र कृपया पुनः गृहपाठरूपेण पठन्तु भगिनी भगिनी विकरणप्रत्यय परिभाषा का कथं जानीमः णिच् विकरण अस्ति चेत् न न विकरण तत्र सूत्राणि सन्ति भगिनि वयं न पठितवन्तः तत्र प्रत्येकस्य विषये सूत्राणि सन्ति कथमस्ति कथमस्ति चेत् णिच् इति प्रत्ययस्य विषये सूत्रमस्ति एकं दीर्घं सूत्रमस्ति तेन सूत्रेण णिच् प्रत्ययः विधीयते चुरादिभ्यः णिच् इति अन्ते सूत्रस्य अन्ते चुरादिभ्यः णिच् चुरादिगणे ये धातवः सन्ति तेभ्यः णिच् प्रत्ययः विधीयते इति अपि विकरणप्रत्यय का विकरणप्रत्यय कः परिभाषा अपि एकं सूत्रम् अस्ति बहूनि सूत्राणि सन्ति भुवादिगणे कर्तरि शप् इति सूत्रं दिवादिगणे दिवादिभ्यः श्यन् इति सूत्रं स्वादिगणे स्वादिभ्यः श्नु इति सूत्रं तुदादिभ्यः शः इति सूत्रं रुदादिभ्यः श्नम् इति सूत्रं तनादिक्रिन्भ्यः उः इति सूत्रं क्रयादिभ्यः श्ना इति सूत्रं चुरादिभ्यः णिच् इति सूत्रं तत्रापि कर्तरि शप् इति सूत्रम् इत्युक्ते किमर्थं वदन्ति अस्मि इति चेत् तत्र प्रत्येकस्मिन् विकरणप्रत्ययस्य विषये सूत्राणि सन्ति अतः तत्र आकाशात् न आगच्छति एतत् सर्वं तदर्थं सूत्राणि तत्तु सत्यं तत्तु सत्यं मम प्रश्नः परिभाषा का विकरण इति परिभाषा नास्ति भगिनि परिभाषा नास्ति अत्र सूत्राणि सन्ति परिभाषासूत्राणि न सन्ति विधिसूत्राणि एव सन्ति हा इत्युक्ते अत्र किमर्थम् आकाशात् न आगच्छन्ति इति किमर्थं भवती जानाति अहम् अवगच्छामि परन्तु किमर्थं तथा वदन्ति अस्मि इति चेत् यद्यपि अत्र सर्वाणि न दत्तानि सर्वे विषयाः अस्मिन्नेव करपत्रे दीयते दीयन्ते चेत् अत्र भ्रमः भवितुम् अर्हति कोऽपि व्याकरणमेव न पठन्ति तत्तु सत्यम् अतः सरलरीत्या प्रथमतया वदामः किञ्चित् किञ्चित् अवगमनं भवति तदनन्तरम् इतोपि लेयर्स् तत्र उपरि स्थापयामः तत्र अवगमनं स्पष्टं भवति क्षम्यतां भगिनि हा चिन्ता नास्ति भगिनि भगिनि इति यदा आगच्छति किं विकरण शब्दे वि इति प्रथमे आगच्छति विकल्पेन इति अर्थः वा न न न तथा नास्ति अत्र इत्यनेन विकल्पेन इति अर्थः अत्र विकल्पेन इति नास्ति न न वि कुत्र उक्तं वि इति वदति चेत् विकल्पेन इति विभाषा इति न विभाषा इति पूर्णं विभाषा इति शब्दः अस्ति अत्र वि इत्युक्ते विकल्पः इति नास्ति कुत्रापि नास्ति व्याकरणे भगिनि अन्यदिने अपि एतत् सन्देहः मम मनसि आसीत् अहम् उत्तरम् उक्तवती वा अहम् उत्तरम् उक्तवती वा फुल्लि नाट् कर्तरि शप् इति भवती उक्तवती मम मनसि अद्यापि संशयः अस्ति कर्तरि प्रयोग अन्यगणेषु अपि धातोः अपि वयं तस्मिन् विषये अनन्तरं वदामि भगिनि अनन्तरं वदिष्यामि अनन्तरं वदिष्यामि यतोहि तत्र अधुना न वदामः अत्र अधुना सः पाठः नास्ति यतोहि तत्र बहु किमपि वक्तव्यं भवति अतः अधुना न वदामि अस्तु अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः नमस्कारः